सर्वेषां गीतासोपानं वर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः। अद्य गीताञ्जलिभगिनी कृपया सुभाषितं श्रावयतु। आं भगिनि। ॐ गणेशाय नमः। ॐ विद्यानामनरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्याभोगकरी यश सुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्या विहीना पशुः। उत्तमं भगिनि, धन्यवादः। गीताञ्जलि सिङ्ग्स् वेरि वेल्, वेरि मेलोडियस्लि। इट्स् सो सूतिङ्ग् आल्वेस् टु हियर् हर् डू दिस् प्रेयर्। आरम्भे अहं किम् उक्तवती? आरम्भे वयम् एकं सुभाषितं शृणुमः इति उक्तवती। तत्र शृणुमः, शृण्मः इति रूपद्वयमपि तत्र अस्ति। श्रू श्रवणे इति एकः धातुः अस्ति, श्रूधातोः रूपमेव शृणुमः। तत्र उकारसहितं रूपम् एकं रूपम् अस्ति, उकाररहितं रूपम् अन्यदस्ति। तत्र किमर्थं तथा इति अहं दृष्टवती, अतः वदामि। तत्र एकं सूत्रमस्ति, लोपश्चास्य अन्यतरस्यां मवोः इति सूत्रम्। अन्यतरस्याम् इति यत्र कुत्रापि सूत्रे आयाति चेत् विभाषा अन्यतरस्याम् इति कथनेन तत्र विकल्पेन रूपद्वयं सिध्यति इति अर्थः। मोः इति सूत्रे वदति। मोः इत्युक्ते यत्र वहामः इत्युक्ते उत्तमपुरुष द्विवचने, उत्तमपुरुष बहुवचने, वस् प्रत्ययः मस् प्रत्ययः, द्विवचने वस् बहुवचने मस् इति तयोः स्थाने विकल्पेन रूपद्वयं सिध्यति। तदर्थमेव शृण्वः, शृणुवः इति रूपद्वयं, तथा एव शृण्मः, शृणुमः इति रूपद्वयं सिध्यति। तत्र श्रुधातोः प्रसङ्गे एव णत्वमपि भवति। णत्वं साधारणतया रषाभ्यां नोणः समानपदे इति सूत्रेण भवति इति वयं जानीमः, किन्तु अत्र ऋकारः यदि तस्मिन् पदे रु अच्वर्णः ऋकारः अस्ति चेदपि णत्वं भवति। णत्वस्य कृते ऋकारः अपि निमित्तं भवितुमर्हति इति विषयः। तत्र एकं वार्तिकमस्ति, रुवर्णस्य णत्वं वाच्यं, तत्र णत्वं भवति। अपि च धातुः श्रु अस्ति, इत्युक्ते अन्ते रेफः अस्ति, किन्तु यदा वयं पदं लिखामश्चेत् अन्ते ऋकारः श्रूयते, शृणोमि, तत्र ऋकारः श्रूयते। तदर्थमपि एकं सूत्रमस्ति, श्रुवः श्रुच इति एकं सूत्रमस्ति। किन्तु उच्चारणभेदः अस्ति वा इत्युक्ते तत्र महान् उच्चारणभेदः नास्ति इति भाति। एतावता शृण्मः, शृणुमः इति रूपद्वयं सिध्यति इति तत्र विषयः। श्रुधातोः प्रसङ्गं त्यजाम। तत्र त्यजाम, तत्र त्यजाम इति पदं लोट्लकाररूपम्, त्यज् धातोः लोट्लकारः। लोट्लकारः साधारणतया आज्ञार्थे अथवा प्रार्थनार्थे तस्य प्रयोगः भवति इति वयं जानीमः, किन्तु प्राधान्येन तथा भवति, किन्तु तस्य प्रयोगः अन्येषु स्थलेषु अपि भवति। यथा मया पूर्वस्मिन् वर्गे उक्तमासीत्, विधिनिमन्त्रणामन्त्रणाधीष्ट सम्प्रश्नप्रार्थनेषु तेषु स्थलेषु अपि लोट्लकारस्य प्रयोगः भवति इति वयं ज्ञातवन्तः। अपि च लोट्लकारसम्बद्ध सर्वान् अभ्यासान् वयं कृतवन्तः। अधुना वयं सङ्ख्यानाम् अध्ययनं कुर्मः। सङ्ख्यानां प्रसङ्गे चिन्तनम् आरभ्यते, अथवा सङ्ख्यानां चिन्तनम् आरभामहे। एतावत् पर्यन्तं वयं 57 वयं समापितवन्तः. अद्य 58 पुटे किमस्ति एकवारम् इति परिशीलयामः. तत्र 58 पुटं पश्यन्तु. शीर्षकं दत्तमस्ति, पञ्चैतानि महाबाहो इति शीर्षकमस्ति. सर्वे तत्पुटं पश्यन्तु. अधुना अत्र शुभदा भगिनी अत्र एकवारं शीर्षकं पठित्वा भवत्याः अवगमनं किञ्चित् श्रावयतु. आं भगिनी, प्रयत्नं करोमि. पञ्चैतानि महाबाहो, पञ्चैतानि इति सन्धि अस्ति, पञ्च योगः एतानि, पञ्च एतानि इति नपुंसकलिङ्ग बहुवचनमस्ति, पञ्च एतानि. महाबाहो इति सम्बोधनमस्ति, महाबाहुः इति प्रातिपदिकं, तस्य सम्बोधनं महाबाहो इति भवति. उत्तमं भगिनी. इतोपि वयं गभीरतया चिन्तयामश्चेत् इतोपि किमस्ति अत्र इति परिशीलयामश्चेत्, यथा भवत्या उक्तं समीचीनतया उक्तवती भगिनी, धन्यवादः. अत्र पञ्चैतानि तत्र सन्धिः कृतः. भवती जानाति वा सन्धिः नाम किम्? भगिनी वदति अत्र. सूर्यकुमारी भगिनी भवती वदतु अत्र सन्धेः नाम वृद्धिसन्धिः. एकवारं सूत्रं स्मारयतु. वृद्धिरादैच् इति कीदृशं सूत्रम्? कीदृशं सूत्रं? संन्याससूत्रम्. उत्तमम्. इत्युक्ते वृद्धिः नाम किं? वृद्धिः नाम वृद्धिः इत्युक्ते वृद्धिरादैच्. वृद्धिः इत्युक्ते आत् च ऐच् च, इत्युक्ते आकारः अपि च ऐच् प्रत्याहारस्थवर्णाः, एते सर्वे वृद्धिसंज्ञकवर्णाः. इत्युक्ते वृद्धिरादैच् इति संज्ञासूत्रं. विधिसूत्रं किं? वृद्धिरेचि. वृद्धिरेचि. एचि. एचि परे वृद्धि भवति. एचि इत्युक्ते एच् प्रत्याहारस्य वर्णः. एचि इति एच् प्रत्याहारस्य सप्तम्यन्तं रूपम् एचि. एचि. एचि इति भवति. साधारणतया हलन्तशब्देषु तादृशानि रूपाणि सिद्ध्यन्ति इति विषयः. अत्र पञ्च इति किमर्थं तादृशरीत्या लिखितमस्ति? अनुस्वारस्य स्थाने किमर्थम् अत्र चवर्गीय अन्तिमव्यञ्जनम् आगतम्? पञ्चप्रातिपदिकमस्ति. प्रातिपदिकं पञ्च नास्ति, किन्तु मम प्रश्नः तु अत्र गीताञ्जलिभगिनी एकवारं स्मारयतु किमर्थम् अनुस्वारस्य स्थाने ञकारादेशः अभवत् अत्र? अनुस्वारस्य यै परसवर्ण सूत्रेण अत्र चकार तु च वर्गीय वर्ण अस्ति, तेन चकारस्य अनुनासिकव्यञ्जन तु ञकार अस्ति, तदनन्तरं ञकार आयाति तत्र अनुस्वारस्य स्थाने. उत्तमम्. अत्र अनुस्वारस्य स्थाने चवर्गीय अन्तिमवर्णादेशः भवति, परसवर्णादेशः इति अर्थः. परसवर्णः इति तस्य निर्णयः कथं क्रियते इत्युक्ते तत्र एकं परिभाषासूत्रमस्ति, स्थानेन्तरतमः इति सूत्रेण, परिभाषासूत्रेण परसवर्णस्य निर्णयः भवति इति विषयः. अपि च अत्र पञ्च इति लिखितमस्ति, पञ्चशब्दस्य प्रातिपदिकं किं भवती एव वदतु? पञ्चशब्दस्य पञ्चन्. पञ्चन् इति प्रातिपदिकमस्ति, नकारान्तप्रातिपदिकं, किन्तु प्रथमाविभक्त्यन्तं रूपं पञ्च. भगिनी क्षम्यताम्, सन्धि तस्य पञ्च एतानि वा, पञ्चयोगः एतानि वा? पञ्चयोगः एतानि, पञ्चैतानि वृद्धिसन्धिः भवति तत्र. धन्यवादः. उत्तमम्. अत्र सूर्यकुमारी भगिनी भवती एव वदतु, अत्र पञ्च एतानि इति लिखितमस्ति, अत्र एतानि इत्यस्य प्रसङ्गे प्रातिपदिकं किम्? एतत्. एतत् इति प्रातिपदिकं वा, नो चेत् समीचीनतया वदतु. एतद् इत्युक्ते प्रातिपदिकम्. उत्तमम्. इत्युक्ते दकारान्तपदम्, इदं दकारान्तपदम्, एतद् दकारान्तपदं. किन्तु कुत्रचित् एतत् इति श्रूयते, किमर्थं? शोभा भगिनी वदतु, किमर्थं कुत्रचित् एतत् इति भवति? विकल्पेन भवति भगिनि, तत्र वाक्यस्य अन्ते अस्ति चेत् द्वे रूपाणि भवितुम् अर्हतः. तत्र दकारः तु जलां जशुन्ते इति सूत्रेण आगच्छति, किन्तु वावसाने अस्ति, अवसाने अस्ति चेत् पुरतः अवसानः, अवसानम् अस्ति चेत् द्वे रूपे अपि समीचीनः. तत्र वावसाने एवं कार्यं करोति इति मन्ये. साधु एव. इत्युक्ते तत्र अवसानावस्थायां मया पूर्वमेव उक्तमस्ति, विरामोवसानम् इति एकं संज्ञासूत्रमस्ति, तेन सूत्रेण एतद् इति अवसानावस्थायाम् अन्ते दकारः श्रूयते, दकारस्य स्थाने वावसाने इति सूत्रेण, वा इत्युक्ते विकल्पेन, अवसाने सप्तमी विभक्ति अन्तं रूपम्, अवसानावस्थायां झलां, झलाम् अपि च चर् इत्यनयोः अनुवृत्तिः अस्ति अस्मिन् सूत्रे, वावसाने सूत्रे झलाम् अपि च चर् अनयोः द्वयोः अनुवृत्तिः अस्ति इति कारणतः अन्तिमस्थाने अस्ति, इत्युक्ते अवसानावस्थायाम् अस्ति इति कृत्वा चर्त्वं भूत्वा तत्र एकं पदं तत्र तकारसहितं रूपमपि सिद्ध्यति. तत्र एतद् इति दकारान्तपदम्. एतद् इति सर्वनामपदम्. एकः गणः अस्ति सर्वादिगणः. सर्वादिगणे सर्वे शब्दाः सर्वनामशब्दाः. तत्र एकं सूत्रमस्ति, सर्वादीनि सर्वनामानि, सर्वादीनि सर्वनामानि. अनेन सूत्रेण सर्वादिगणे ये ये शब्दाः सन्ति तेषां सर्वेषां सर्वनामसंज्ञा भवति. सर्वनामसंज्ञा भिन्ना, सर्वनामस्थानसंज्ञा भिन्ना, तत्र भेदः अस्ति. अत्र सर्वनामसंज्ञा दीयते, सर्वादिगणे ये ये शब्दाः सन्ति तेषां सर्वनामसंज्ञा दीयते इति विषयः. अत्र सर्वनामपदम् अस्ति. उत्तमम्. अपि च महाबाहो इति पदमस्ति, तस्मिन् प्रसङ्गे कोऽपि वदति वा? अहं किञ्चित् वदामि, नो चेत् भगिनी किञ्चित् वदतु. महाबाहुः वदतु. महाबाहुः प्रथम एकवचनं, महाबाहो बहुव्रीहिः, बहुव्रीहिः अस्ति. उत्तमं. दर्शनभगिनी इतोपि वदतु. दर्शनभगिनी इतोपि वदतु. महान् बाहु, बाहु दीर्घ, दीर्घ उकार, यस्य सः महाबाहुः इति बहुव्रीहिः इति अहं मन्ये. अपि तु अर्जुनस्य, अर्जुनस्य अन्यत् नाम तदेव श्रोतुमिच्छामि, किञ्चित् वदामि. साधारणतया अन्येषां कृते भवती जानाति एव, किन्तु अन्येषां कृते किञ्चित् वदामि. महाबलः इति वदामश्चेत् महत् बलं यस्य सः इति विग्रहवाक्यं भवति, महाबलः इति समस्तपदं. तथा एव अत्रापि महाबाहुः उकारान्तपदं. महत् अत्र वदामि, महाबाहुः इति उकारान्तपदं समस्तपदम्. अत्र विग्रहवाक्यं कथं भवति इत्युक्ते, महन्तौ बाहू यस्य सः. किमर्थं तादृशरीत्या वक्तव्यम् इत्युक्ते बाहुद्वयमस्ति, तदर्थं महान् शब्दस्य द्विवचनरूपं महान्, महान्तौ, महान्तः. तथा एव बाहू तत्र द्विवचनरूपं, महान्तौ बाहू यस्य सः महाबाहुः. एतावता अस्मिन् पदे बहुव्रीहिसमासः अस्ति, इत्युक्ते महाबाहुयुक्तः महाबाहुसम्पन्नः इव भवति. केवलम् अत्र साधारणतया बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. अत्र महाबाहुः इति अर्जुनस्य विशेषणं, बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं. तत्र एकं सूत्रमस्ति, अनेकमन्यपदार्थे शेषो बहुव्रीहिः, एताभ्यां द्वाभ्यां सूत्राभ्यां बहुव्रीहिसमासः भवति. अत्र महाबाहुः इति बहुव्रीहिसमासयुक्तं पदम्. अपि च अत्र अयं भागः कुतः आयाति इत्युक्ते श्लोकस्य भागः एव. सर्वे श्लोकं पठितवन्तः वा? तत्र श्लोके किं लिखितमस्ति? अत्र अष्टादश पाठस्य श्लोकः अस्ति खलु भगवद्गीतायाः. भगवद्गीतायाः उत्तमं. भवती एव एकवारं स्मारयतु, श्लोकं स्मारयतु. पञ्चैतानि महाबाहो कारणानि निबोध मे, साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्. उत्तमम्. अत्र अन्वयम् अन्वयं सर्वे, अहं श्लोकमपि प्रेषितवती, सर्वे श्लोकं पश्यन्तु एकवारं. तत्र श्लोकं पश्यामश्चेत् पञ्चैतानि महाबाहो इति अस्माकं शीर्षकं दत्तमस्ति, किन्तु श्लोकः पञ्चैतानि महाबाहो कारणानि निबोधमे, साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् इति लिखितमस्ति. किन्तु श्लोके पदानि इतस्ततः भवन्ति, किन्तु अन्वयरचना करणीया. अत्र अन्वयं कथं भवति? अत्र कोऽपि वक्तुमिच्छति वा? प्रयत्नं करोमि भगिनि. प्रथमं क्रियापदम् अवगतं, तदेव निबोध एक कर्मपदं, कृतान् क्रियापदम् एक एव निबोध. अत्र निबोध इति उक्तवती साधु एव. प्रथमतया क्रियापदं किम् इति द्रष्टव्यं. निबोध इति कीदृशं पदं, किञ्चित् वदतु निबोधप्रसङ्गे. लोट् लकार मध्यम पुरुष एकवचन. उत्तमम्. इत्युक्ते तत्र नि उपसर्गपूर्वकः, दुर्धुधातोः रूपमेव बोध, लोट् लकाररूपमस्ति, मध्यमपुरुष एकवचनरूपं निबोध. बुद्धुधातुः भुवादिगणे अस्ति, दिवादिगणे अस्ति. भुवादिगणे अस्ति इति कृत्वा, भुवादिगणे गुणकार्यं भूत्वा बुद्ध बोध भवति. तदर्थमेव भुवादिगणे अस्य रूपं बोधति भवति. किन्तु अयमेव धातुः दिवादिगणे अपि अस्ति. दिवादिगणे तस्य रूपं बुध्यते इति भवति. किमर्थं चेत् तत्र श्यन् आयाति इति कृत्वा भुवादिगणीयबुद्धधातोः रूपं बोधति, दिवादिगणीयबुद्धधातोः रूपं बुध्यते इति भवति. तत्र पुगन्तलघुपदस्य च इति सूत्रेण तत्र बुद्धधातोः रूपं बोध, बोध भवति. एतावत् अत्र वयं व्याकरणवर्गे पठितवन्तः एव. तत्र सूत्रद्वयमस्ति, सेर्ह्यपिच्च अतो हेः. अत्र धातुः भुवादिगणे अस्ति इति कृत्वा तत्र अदन्तमङ्गं सिद्ध्यति. यत्र यत्र अदन्तमङ्गम् अस्ति तत्र हि प्रत्ययस्य लोपः भूत्वा तत्र बोध इति रूपं सिद्ध्यति. नो चेत् अनदन्त अङ्गेषु सेर्ह्यपिच्च एव कार्यं करोति इति विषयः. क्रियापदं निबोध मे. तत्र तदनन्तरं वदतु अत्र इतोपि कर्तृपदं कः निबोध, त्वं निबोध, किं निबोध, कारणानि केन न तत् किम्. अत्र कारणानि इति पदस्य विशेषणमस्ति, पञ्चैतानि विशेषणमस्ति. विशेषणमस्ति. आहत्य अहं किञ्चित् वदामि, अन्वयं वदामि. अत्र अन्वयं अहं प्रयत्नं करोमि. महाभागिनी हे महाबाहो, सर्वकर्माणां सिद्धये कारणानि कृतान्ते साङ्ख्ये प्रोक्तानि एतानि पञ्चकारणानि मे वाक्यनिबोध त्वं निबोध. पुनः एकवारं वदतु. हे महाबाहो, प्रथमम् आगच्छति तदन्तं सर्वकर्माणां सिद्धये कारणानि कृतान्ते साङ्ख्ये प्रोक्तानि एतानि पञ्चकारणानि मे वाक्यनिबोध. उत्तमम्. इत्युक्ते तत्र पदानि अस्माभिः ज्ञातानि एव, पदानि सर्वाणि अस्माभिः ज्ञातानि एव. यथा भगिन्या उक्तमासीत् तत् सर्वकर्माणां सिद्धये, किमर्थं साधारणतया किमर्थं कुर्मः इति प्रश्नः उदेति, तदर्थमेव सर्वकर्माणां सिद्धये. सर्वकर्माणां भगिनी वदतु, अत्र सर्वकर्माणाम् इति समस्तपदमस्ति, तत्र कीदृशं विग्रहवाक्यं भवति? सर्वाणां कर्माणां, सर्वाणि कर्माणां, सर्वे, अहं न सम्यक् न जानामि. अहं वदामि, अत्र सर्वकर्माणां षष्ठी बहुवचनरूपमस्ति. सर्वाणि तानि कर्माणि तेषाम् इति विग्रहवाक्यं भवति. सर्वाणि तानि कर्माणि, समस्तपदं सप्तसु विभक्तिषु भवति, त्रिषु वचनेषु भवति, किन्तु अस्य पदस्य प्रथमाविभक्त्यन्तमरूपं सर्वकर्माणि. सर्वाणि तानि कर्माणि, सर्वकर्माणि इति प्रथमान्तं रूपं भवति, किन्तु इदं पदं षष्ठीविभक्ति बहुवचने अस्ति इति कृत्वा अन्ते तेषाम् इति पदं योजनीयम्. सर्वाणि तानि कर्माणि तेषाम्, अत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति. सिद्धये इति पदमस्ति, वदतु भगिनि. सिद्धये, सिद्धये चतुर्थी एकवचनं. सिद्धिः इति पदम् सिद्धिः वदतु. सिद्धिः किं वदनीयं भगिनि? सिद्धिः इति कीदृशं पदम्? इकारान्त त्रिलिङ्गशब्दम्. उत्तमम्. इत्युक्ते सिद्ध धातोः क्तिन् क्तिन् प्रत्ययान्तरूपं सिद्धिः, मन् धातोः रूपं मतिः, तथा एव सिद्ध धातोः रूपं सिद्धिः. सिद्धिः मतिशब्दवत् ह्रस्व इकारान्तस्त्रीलिङ्गपदमस्ति, तदर्थमेव अस्य चतुर्थ्यन्तं रूपं सिद्धये. सर्वकर्माणां सिद्धये, सिद्धये इत्युक्ते प्राप्त्यर्थम् अथवा सिद्ध्यर्थम् अथवा प्राप्तुं, लब्धुम्, आप्तुं, प्राप्तये इत्यादीनि सर्वाणि पदानि योजयितुं शक्नुमः सिद्धये इत्यस्मिन् स्थाने. अपि च सर्वकर्माणां सिद्धये, हे महाबाहो, एतानि पञ्चकारणानि प्रोक्तानि, एतानि पञ्चकारणानि प्रोक्तानि. तानि पञ्चकारणानि कानि इति अग्रिमे श्लोके दत्तमस्ति. अपि च अत्र साङ्ख्ये कृतान्ते वदतु. साङ्ख्ये कृतान्ते साङ्ख्य योगमते कृतान्ते वक्तं कृतान् सप्तमी एकवचनं साङ्ख्ये कृतान्ते इति कृतान्तरूपं कृतान्ते सप्तमी एकवचनं साङ्ख्य असाङ्ख्य अपि प्रातिपदिकं साङ्ख्ये सप्तमी एकवचनरूपं साङ्ख्यमतं साङ्ख्यमते उक्तम् इति. उत्तमम्. इत्युक्ते अत्र साङ्ख्ये कृतान्ते तत्र सतिसप्तमी प्रयोगः अस्ति. सतिसप्तमी इति एकः विषयः अस्ति व्याकरणे, तत्र सतिसप्तमी प्रयोगः भवति. साङ्ख्यं, साङ्ख्यम् इत्युक्ते साङ्ख्यदर्शनं, साङ्ख्यदर्शनशास्त्रं, कपिलमुनिप्रणीतं, कपिलमुनिना लिखितं, कपिलमहर्षिणा कृतं साङ्ख्यदर्शनं. साङ्ख्यमित्युक्ते ज्ञानयोगः, साधारणतया साङ्ख्याः इति कथनेन ज्ञानतत्पराः अथवा ज्ञाननिष्ठाः इति अर्थः साङ्ख्याः इत्युक्ते. अपि च कृतान्तः, कृतान्तः इति पदं पदस्य अर्थद्वयमस्ति. साधारणतया कृतान्तः इत्युक्ते तत्र विग्रहवाक्यं कृतः अन्तः येन सह इति विग्रहवाक्यं भवति चेत् यमधर्मराजः इति अर्थः आयाति. कृतः अन्तः येन सह, तत्र बहुव्रीहिसमासः अस्ति, यमः इति अर्थः अस्ति, किन्तु अस्मिन् सन्दर्भे तादृश अर्थः नास्ति. अत्र कृतान्तः इत्युक्ते कृतानां कर्माणां समाप्तिः यत्र सः. अस्मिन् पदे अपि बहुव्रीहिसमासः एव अस्ति, किन्तु अत्र विग्रहवाक्यं भिन्नरीत्या वक्तव्यम्. यत्र कृतानां कर्माणाम् अन्तः यस्मिन् पुरुषे अस्ति सः पुरुषः कृतान्तः. अत्र कृतान्तः इति पदं ज्ञानिनः विशेषणं, योगिनः विशेषणं भवति अत्र. भगिनी वदतु प्रश्नः, वेदान्त इत्यस्य विग्रहवाक्यं कथं भवति? वेदानाम् अन्तः, अन्तः तावदेव, वेदानाम् अन्तः. धन्यवादः. अपि च अत्र मे निबोध इति लिखितमस्ति, निबोध वयं जानीमः एव. मे शब्दस्य प्रसङ्गे कोऽपि वदतु, अरुणा भगिनी वदतु. अस्मत् शब्द मे मया षष्टि एकवचनं, षष्टि एकवचनं, उत्तमम्. अत्र अस्मत् शब्दस्य रूपं चतुर्थ्यन्तं रूपमपि मे अस्ति, षष्ट्यन्तं रूपमपि मे अस्ति. इत्युक्ते विकल्पेन तत्र मह्यं मे, मम मे इति स्थलद्वये अपि रूपद्वयं सिद्ध्यति. अत्र तु मे इत्युक्ते मम एव स्वीकर्तव्यं. किन्तु भगिनी वदतु, मया इति वदति मम, मम वचनं, मम वचनानि निबोध, मम वचनानि जानीहि, मम वचनानि अवगच्छ इति अर्थः. किमर्थं चेत् परमात्मा वदतु. तत् प्रोक्तानि वचनानि न भवति वा? प्रोक्तानि इति, प्रोक्तानि तदेव वचनानि खलु? आं भगिनि, अस्तु, सम्यक्, सम्यक् एव. इत्युक्ते मे प्रोक्तानि, वदतु भगिनि. कृतान्तः इत्युक्ते कृतकृत्यः आल्सो ज्ञानी समथिङ्ग् यु सेड् नो, वाट् हेस् टु बि डन् दट् हेस् बीन् अचीव्ड्. आं भगिनि, इत्युक्ते एतावता अस्मिन् श्लोके परमात्मा वदति अर्जुनस्य विशेषणं महाबाहो. परमात्मा किं वदति इत्युक्ते सर्वकर्माणां सिद्धये पञ्च एतानि पञ्चकारणानि सन्ति. तानि पञ्चकारणानि कानि? अग्रिमे श्लोके दत्तमस्ति पञ्चकारणानि, अधिष्ठानं तथा कर्ता, करणञ्च पृथग्विधं, विविधाश्च पृथक् चेष्टा, दैवं चात्र पञ्चमं, चैवात्र पञ्चमम्. एतावता पञ्चकारणानि अधिष्ठानं, कर्ता, करणं, विविधचेष्टाः, पञ्चमं दैवं, दैवं पञ्चमं कारणम्. अत्र अधिष्ठानम् इत्युक्ते शरीरं, कर्ता इत्युक्ते यः कार्यं करोति सः कर्ता, डूवर्. करणं, करणम् इत्युक्ते इन्द्रियं. तृतीयं, तृतीयं सहायेन, तेन सहायेन कार्यं भवति. उत्तमं. तृतीयं, तृतीयं कारणमस्ति करणं. करणम् इत्युक्ते इन्द्रियम्. इन्द्रियाणि कति? एकादश इन्द्रियाणि. कथम् एकादश? पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, एतानि दश इन्द्रियाणि बहिरिन्द्रियाणि. किन्तु अन्तरिन्द्रियमस्ति मनः. तदर्थमेव एकादश आहत्य एकादश इन्द्रियाणि सन्ति करणम् इति वदामः. अपि च विविधव्यापाराः सन्ति इत्युक्ते विविधकार्याणि, विविधचेष्टाः सन्ति. तत्तु चतुर्थं निमित्तं. पञ्चमं निमित्तम् अस्ति दैवम्. तानि पञ्च पञ्चकारणानि एतानि पञ्चकारणानि महाबाहो निबोध इति परमात्मा वदति. अत्र वयं जानीमः एव अत्र श्लोके साङ्ख्ये कृतान्ते ऐ डिड् नाट् अण्डर्स्टाण्ड् न अवगतं भगिनि सारी पुनः साङ्ख्यकृतान्ते इत्युक्ते अत्र उपरि किं लिखितमस्ति अष्टादशोऽध्यायः सर्वगीतार्थसङ्ग्रहयोगः इत्युक्ते अन्तिम अध्याये एतत् सर्वम् उक्तमस्ति गीतार्थसङ्ग्रहः तात्पर्य सम्मरि जिस्ट् तात्पर्य इत्युक्ते ज्ञानयोगस्य प्रसङ्गे कर्मयोगस्य प्रसङ्गे एतत् सर्वं पूर्वमेव उक्तमासीत् भगवद्गीतायाम्. एतत् सर्वेषां कर्माणां समाप्तेः अनन्तरम् अहं वक्तुमिच्छामि किमर्थं किमपि कार्यं कथं भवति सर्वकर्माणां सिद्धये कारणानि कानि. किमपि कार्यं भवति चेत् तस्य कारणं किं तत्र किमर्थं तथा भवति तत्र कारणानि कानि इति एकवारम् अहं वदामि भवान् जानातु इति अत्र. अवगतं धन्यवादः क्षम्यताम् अहमपि सम्यक् भगिनि न जानामि किञ्चित् अहम् ऊहां कृतवती वदतु महोदय. श्रीकृष्णः वदति द्वितीयाध्याये यावानर्थ उदपाने इति यस्य सर्वकर्माणां समाहितं कर्तारं प्रति गच्छति तत् कर्तारं सर्वकर्माखिलं पार्थात् ज्ञाने परिसमाप्यते. तत् कर्तारं यदि अज्ञानी भवति स चिन्तयति अहं कर्तारम्. यदि ज्ञानं साङ्ख्ययोगेन ज्ञानेन साङ्ख्ययोगम् अत्र ज्ञानयोगं ज्ञानेन कर्मणाम् अन्तं ते जानन्ति अहं न कर्तारं निमित्तमात्रम् इदं शरीरं तेन कारणेन कर्तारम् इति स न मन्यते. भगवन्तः एव इत्युक्ते अहं चिन्तयामि भगवद्गीतायाम् एव कुत्रचित् उक्तमासीत् तत्र निमित्तमात्रं भव सव्यसाचिन् इति वदति इत्युक्ते तत्र अत्र एतानि पञ्चकारणानि सन्ति इति कृत्वा एव अत्र कार्यं भवति इति तस्य परमात्मनः महोदया अपि धन्यवादः. अत्र इत्युक्ते अत्र कारणम् इति इत्युक्ते किम् इति पश्यामश्चेत् तत्र विग्रहवाक्यमस्ति येन विना यत् न भवति तदेव कारणम्. येन विना यत् न भवति तत् येन विना ओके कारणं विना कार्यं न भवति उत्तमम् ओके ओके कारणानि पञ्चकारणानि उक्तानि एतेषां पञ्चानां विना कार्यं न भवति उत्तमं तावदेव धन्यवादः. धन्यवादः भगिनि. अनन्तरम् अधुना वयं सङ्ख्यानां प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. अत्र वेदा भगिनी एकवारं सङ्ख्याः पठन्तु. आं भगिनि उच्चैः पठत जानीत च सङ्ख्याः एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश. किं करोमि आगे अग्रे अग्रे पठतु सर्वाः सङ्ख्याः पठतु. ओके एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत् एकचत्वारिंशत् द्विचत्वारिंशत् त्रिचत्वारिंशत् चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट् चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् नवचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् नवपञ्चाशत् षष्टिः एकषष्टिः द्विषष्टिः त्रिषष्टिः चतुःषष्टिः पञ्चषष्टिः षट्षष्टिः सप्तषष्टिः अष्टषष्टिः नवषष्टिः सप्ततिः एकसप्ततिः द्विसप्ततिः त्रिसप्ततिः चतुस्सप्ततिः पञ्चसप्ततिः षट्सप्ततिः सप्तसप्ततिः अष्टसप्ततिः नवसप्ततिः अशीतिः एकाशीतिः द्व्यशीतिः त्र्यशीतिः चतुरशीतिः पञ्चाशीतिः षडशीतिः सप्ताशीतिः अष्टाशीतिः नवाशीतिः नवतिः एकनवतिः द्विनवतिः त्रिनवतिः चतुर्नवतिः पञ्चनवतिः षण्णवतिः सप्तनवतिः अष्टनवतिः नवनवतिः शतम्। एक प्रश्नः अस्ति अत्र चतुः षष्टिः तत्र विसर्गः अस्ति वा चतुष्षष्टिः न लिखितमस्ति चतुः षष्टिः अत्र बहुत्र सन्धयः सन्ति अत्र प्रत्येकं पदं स्वीकृत्य अथवा प्रत्येका संख्या स्वीकृत्य संख्यां स्वीकृत्य वयम् एकं किञ्चित् चिन्तनं कुर्मः अधुना अत्र चतुर् इति रेफान्तप्रातिपदिकं तत्र प्रातिपदिकमस्ति चतुर् तत्र बहुत्र सन्धयः भवन्ति अत्र अत्र संख्याः इति लिखितम् अस्ति तस्मिन् प्रसङ्गे वदतु भगिनि संख्याः बहुवचनं संख्या स्त्रीलिङ्गशब्दमस्ति वा संख्या संख्या संख्ये संख्याः आकारान्त स्त्रीलिङ्गशब्दः संख्या उत्तमम् अत्र संख्या इति कीदृशं पदम् इति अहं दृष्टवती सम्यक् ख्यायते अनेन ख्यायते इत्युक्ते ख्यायते इत्युक्ते इट् विल् बि नोन् ईज़िलि सम्यक् ख्यायते अनेन संख्या तत्र सम् इति उपसर्गः अस्ति ख्या धातुः अस्ति टाप् साधारणतया तत्र टाप् डाप् छाप् इति त्रयः स्त्रीप्रत्ययाः सन्ति तेषु अन्यतमः टाप् प्रत्ययः अत्र अन्ते अस्ति इति कृत्वा संयोगः ख्यायोगः टाप् तत्र संख्या इति रूपं सिध्यति इत्युक्ते प्रकृतिप्रत्ययविभागं कुर्मः चेत् एतादृशं रूपं सिध्यति अत्र इत्युक्ते एतावता इदं पदं धातुतः निर्मितं धातुतः निर्मितमस्ति इति कृत्वा कृदन्तपदं संस्कृतभाषायां बहूनि पदानि कृदन्तानि 90% कृदन्तानि एव उत्तमं भवती वदतु अत्र प्रथमं पदं किं लिखितमस्ति प्रथमा संख्या का एकम् अत्र प्रातिपदिकं किम् एकं प्रातिपदिक एक एव अकारान्त एकशब्दः परन्तु नित्यम् एकवचनं वा उत्तमम् एकम् इत्युक्ते नित्यम् एकवचनान्तशब्दः स्पष्टतया किमर्थं तादृशरीत्या लिखितमस्ति अकारान्तः नित्यमेकवचनान्तः एकशब्दः इत्युक्ते एकशब्दस्य बहुवचनरूपं किमपि नास्ति एकः एव उक्तमस्ति पुल्लिङ्गे स्त्रीलिङ्गे ऐ थिङ्क् वदतु अत्र यथा भवत्या उक्तम् अत्र नपुंसकलिङ्गे लिखितम् अस्ति एकम् इति नपुंसकलिङ्गे लिखितमस्ति व्याकरणे संख्याशब्दप्रकरणमस्ति इत्युक्ते तस्य कृते एकं प्रकरणमेव अस्ति संख्याशब्दप्रकरणम् अत्र एकम् इति नपुंसकलिङ्गपदम् अस्ति आकारान्तप्रातिपदिकम् अस्ति अपि च नित्य बहुवचनान्तशब्दः किन्तु पुंलिङ्गे स्त्रीलिङ्गे रूपाणि वदतु एकः एका एकम् एकम् उत्तमम् अपि च एतत् पदं सप्तसु विभक्तिषु भवति वदतु एकवारं पुंलिङ्गे रामशब्दवत् एकः एकः एकम् एकः एकं रामेण एकेन एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन् सः शब्दौ एकस्मिन् उत्तमम्. अपि च स्त्रीलिङ्गे वदतु. स्त्रीलिङ्गे सा शब्दवत् एका एकाम् एकाम् एकया तस्मै तस्यै एकस्यै एकस्याः एकस्याः एकस्याम् अन्तिम सप्तमी विभक्त्याम् एकस्याम् इति भवति स्त्रीलिङ्गे भवति. नपुंसकलिङ्गे वदतु. सम्यक् न श्रूयते भगिनि. एकम् एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन् पुल्लिङ्ग पुल्लिङ्गमत् इत्युक्ते अत्र नपुंसकलिङ्गपदमस्ति चेत् तृतीयारभ्य सप्तमीपर्यन्तं पुंलिङ्गवत् पुल्लिङ्गवत् आम् आं महोदय आं भगिनि उत्तमं धन्यवादः भगिनि. सप्तमी विभक्ति स्त्रीलिङ्गे एकायां भवति किल तस्यां तस्यां कन्फ्यूस् भ्रमः भवति. सारी अत्र लतायां लतायाम् इति वदामः तथा एव तस्याम् इति वदामः तथा एव एकस्याम् इति भवति इति विषयः. धन्यवादः भगिनी. प्रिया भगिनी भवती वदतु अत्र द्वितीयं पदं किम्. प्रिया भगिनी अस्ति वा. एकनिमिषं भगिनि एकनिमिषं वदतु. नमस्ते. द्वितीयपदं द्वे वा. अत्र द्वे लिखितमस्ति तस्मिन् प्रसङ्गे किञ्चित् वदतु. आम् द्वे इति संख्या मध्ये नपुंसकलिङ्ग अद्य अत्र तु नपुंसकलिङ्गं द्वे द्वे इति नपुंसकलिङ्गं परन्तु यदि पुल्लिङ्गं चेत् द्वौ स्त्रीलिङ्गं चेत् द्वे एव. उत्तमम् उत्तमं द्वौ द्वे द्वे वदतु. अत्र द्वे इति लिखितमस्ति किन्तु अस्य पदस्य प्रातिपदिकं द्वि द्वि प्रातिपदिकं द्वि इत्युक्ते द्वि इत्युक्ते इकारान्तशब्दः. यथा भवत्या उक्तं त्रिषु लिङ्गेषु रूपाणि भिद्यन्ते. एकवारं तत्र भवती जानाति चेत् वदतु अत्र पुंलिङ्गे पुंलिङ्गे रूपाणि सप्तसु विभक्तिषु कथं भवन्ति. पुल्लिङ्गे प्रथमा एकवचनं द्वौ क्षम्यतां प्रथमा द्वौ द्वितीया द्वौ एव तृतीया द्वाभ्यां चतुर्थी द्वाभ्यां पञ्चमी अपि द्वाभ्याम् अण्ड् षष्ठी सप्तमी द्वयोः द्वयोः. उत्तमं. तदनन्तरं स्त्रीलिङ्गे स्त्रीलिङ्गे प्रथमा द्वे द्वितीया अपि द्वे एव तृतीया चतुर्थी पञ्चमी द्वाभ्यां द्वाभ्यां द्वाभ्यां द्वयोः द्वयोः एव षष्ठी सप्तमी. अनन्तरं नपुंसकलिङ्गे नपुंसकलिङ्गे अपि प्रथमा द्वितीया द्वे चतुर्थी तृतीया द्वाभ्यां चतुर्थी द्वाभ्यां पञ्चमी द्वाभ्यां षष्ठी सप्तमी द्वयोः द्वयोः. उत्तमं. त्रिषु लिङ्गेषु प्रथमाविभक्त्यां द्वितीयाविभक्त्यां रूपाणि भिद्यन्ते किन्तु अन्येषु स्थलेषु रूपाणि समानानि. समानं भवति. उत्तमम् इत्युक्ते द्वाभ्यां द्वाभ्यां द्वाभ्यां द्वयोः द्वयोः त्रिषु लिङ्गेषु तादृशानि रूपाणि भवन्ति किन्तु प्रथमाविभक्त्यां द्वितीयाविभक्त्यां किञ्चित् रूपाणि भिद्यन्ते द्विशब्दस्य रूपाणि. अत्र नपुंसकलिङ्गे दत्तमस्ति. नित्यद्विवचन इति वदति वा भगिनी वदतु. नित्यं द्विवचनान्तशब्दः द्वौ द्वौ एव किल द्विवचनमेव. उत्तमम्. एकम् एकं नित्य एकवचनान्तशब्दः द्वे इति नित्य द्विवचनान्तशब्दः. उत्तमं भगिनि. प्रिय भगिनी भवतु स्त्रीलिङ्गं समानमेव. उत्तमम्. नपुंसकलिङ्गं स्त्रीलिङ्गम् इत्युक्ते अत्र समानम् इत्युक्ते तत्र सन्दर्भेन द्वे द्वे इति रूपाणि सन्ति. लता लते लताः वयं जानीमः एव, एषा एते एताः, तथा एव एतत् एते एतानि. तत्र एते इति शब्दं द्विवचने तत्र रूपं समानमस्ति इति वयं जानीमः. तथा एव अत्रापि स्त्रीलिङ्गे नपुंसकलिङ्गे रूपं समानम्, द्वे द्वे इति लिखितमस्ति. अधुना प्रिया भगिनी भवती एव वदतु तृतीयं पदम्. तृतीयं पदं त्रीणि, तदपि नपुंसकलिङ्गे दत्तमस्ति. तस्य रूपाणि इकारान्तः त्रिशब्दः, नित्यबहुवचनमेव त्रिशब्दः. पुल्लिङ्गे त्रयः, स्त्रीलिङ्गे तिस्रः, नपुंसकलिङ्गे त्रीणि. त्रीणि. भवती जानाति चेत् एकवारं पुंलिङ्गे रूपाणि वदतु सप्तसु विभक्तिषु. आं भगिनि, पुल्लिङ्गे प्रथमा त्रयः, द्वितीया त्रीन्, तृतीया त्रिभिः, चतुर्थी त्रिभ्यः, पञ्चमी अपि त्रिभ्यः एव, षष्ठी त्रयाणां, सप्तमी त्रिषु. उत्तमं. स्त्रीलिङ्गे प्रथमा तिस्रः, द्वितीया अपि तिस्रः एव, चतुर्थी तिसृभ्यां, तृतीया तिसृभ्यां, चतुर्थी अपि तिसृभिः, तृतीया तिसृभिः, चतुर्थी तिसृभ्यां, पञ्चमी तिसृभ्यां. भगिनी अत्र चतुर्थी विभक्तौ तिसृभ्यः, क्षम्यतां भगिनि, तिसृभ्यः वदतु, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसॄणां, तिसृषु, तिसृषु. उत्तमं. तिसॄणां तत्र दीर्घत्वं नास्ति, तिसॄणाम् इति अस्ति. एतावत् तिस्रः, तिस्रः, तिसृभिः, तिसृभ्यः, तिसृभ्यः, तिसॄणां, तिसृषु. नपुंसकलिङ्गे कथं भवन्ति रूपाणि? नपुंसकलिङ्गे त्रीणि त्रीणि, पुल्लिङ्गवत् एव, त्रिभिः त्रिभिः, त्रिभ्यः त्रिभ्यः, त्रयाणां त्रिषु. उत्तमम्. उत्तमं भगिनि, धन्यवादः. अधुना पमेला भगिनी अग्रिमं पदं स्वीकरोतु, स्वीकृत्य किञ्चित् वदतु. चत्वारि महोदय. आं भगिनि. अस्तु, चत्वारि रेफान्तकपदम् अस्ति, तस्य प्रातिपदकम् अस्ति चतुर् इति. पुल्लिङ्गे रूपाणि भवन्ति चत्वारः, चतुरः, तृतीया इत्यस्मिन् चतुर्भिः, चतुर्थ चतुर्भ्यः, षष्ठी चतुर्णां, सप्तमी चतुर्षु, अपि तु स्त्रीलिङ्गे चतस्रः एकवचन, बहुवचन चतस्रः. एकवचन चतस्रः, सारि सारि सारि, नित्यं बहुवचनान्त शब्द, क्षम्यताम्. चतस्रः, तृतीया चतुर्भिः, चतुस्रभ्यः चतुर्थी, चतुस्रभ्य पञ्चमी, षष्ठी चतुस्रणां, सप्तमी चतुर्षु, चतुर्षु इत्युक्ते अत्र रूपाणि स्त्रीलिङ्गे. पश्यन्तु पुंलिङ्गे तत्र द्वितीया विभक्ति बहुवचनं चतुरः, चतुरः भवति. तत्र चतुरः इति पदस्य अन्य अर्थः अपि अस्ति. क्लेवर् इत्युक्ते चतुरबालक, चतुरः बालकः. उत्तमम्. अत्र स्त्रीलिङ्गे चतस्रः, चतस्रः, चतसृभिः चतसृभ्यः चतसृणां चतसृषु नपुंसकलिङ्गे वदतु चत्वारि चतुर्भिः चतुर्भ्यः चतुर्भ्यः चतुर्णां चतुर्षु पुल्लिङ्गे भवति प्रथमं द्वितीय विहाय सर्वेषु पुल्लिङ्गशब्दवत् अस्ति पुंलिङ्गशब्दवत् उत्तमं भगिनि अपि च अत्र पञ्च इति पदं स्वीकृत्य वदतु पञ्चशब्द नकारान्तप्रातिपदिकम् अस्ति पञ्चन् सा अपि बहुवञ्चनरूपान्ते एव नित्यं पञ्च पञ्च भवति पञ्चभिः भवति पञ्चाभिः पञ्चभ्यः पञ्चा नपुंसकलिङ्ग केवलं वा भगिनि तत् अथवा अत्र पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चानां पञ्चसु उत्तमं पञ्चसु इति रूपाणि भवन्ति अत्र पञ्चन् नकारान्तपदं नकारान्तप्रातिपदिकम् अस्ति प्रथमाविभक्त्यन्तं रूपं पञ्च पञ्च पञ्च इति भवति अपि च धन्यवादः भगिनी अनन्तरं शोभा भगिनी भवती वक्तुमिच्छति वा अत्र षट् इति पदं स्वीकृत्य किञ्चित् वदतु आं भगिनि षट् तत्र विभक्तिरूपां रूपाणि वदामि वा अत्र षट् पदस्य प्रसङ्गे भवती यद् जानाति तद्वदतु षट् इति टकारान्त तत्र षड् इति अपि भवितुम् अर्हति यथा जलां जशोन्त इत्यनेन टकारस्य डकारादेशः भवति अपि च किं वदामि भगिनि अत्र एतावता अत्र षट् इति वदतु गीताञ्जलि भगिनी वदतु प्रातिपदिकं वा प्रातिपदिकं वदतु षष् यद्यपि अत्र षट् इति दृश्यते तथापि तत्र प्रातिपदिकं षष् इति षकारान्तपदं षष् इति पदात् मूर्धन्यषकारान्तपदं षष् किन्तु षष् इत्यस्मात् षड् भवति जस्त्वं भूत्वा तदनन्तरं चर्त्वं भूत्वा षट् डकारस्य स्थाने टकारः अपि तत्र षट् इति चर्त्वं भूत्वा षट् आयाति षट् शब्दस्य रूपाणि त्रिषु लिङ्गेषु समानानि इत्युक्ते केवलं चत्वारि पर्यन्तम् एव तत्र भेदः दृश्यते त्रिषु लिङ्गेषु किन्तु पञ्चशब्दात् आरभ्य नवदशपर्यन्तं त्रिषु लिङ्गेषु रूपाणि समानानि भवन्ति इति कृत्वा अत्र एकवारं षट् शब्दस्य रूपाणि सप्तसु विभक्तिषु कथं भवन्ति वदतु नो चेत् अत्र भूमा भगिनी भवती दृष्टवती वा ज्ञातवती वा अत्र रूपाणि षट् शब्दस्य रूपाणि आं भगिनि एकवारं वदतु षट् द्विवचने षट् तृतीयाविभक्ति षड्भिः चतुर्थीविभक्ति षड्भ्यः पञ्चमे अपि षड्भ्यः षष्टि षण्णां सप्तमी षट्सु उत्तमं षट् षट्सु षड्भिः षड्भ्यः षड्भ्यः षण्णां षट्सु उत्तमम् इदं पदं नित्यबहुवचनान्तपदं मूर्धन्यषकारान्तशब्दः अत्र षट् इति कथनेन किं ज्ञाप्यते कस्य ज्ञापकमायषड् वर्गः षण्मुखः उत्तमं षण्मुखः इत्युक्ते कः षण्मुखः मुरुघन् कार्तिकेयः षट् आननः कस्य अपि च एकम् अन्यत् पदमस्ति षट् दर्शनशास्त्राणि सन्ति दर्शनानि षट् दर्शनानि सन्ति उत्तमं सप्तन् प्रसङ्गे भवती वदतु किञ्चित् वदतु सप्त तस्मिन् प्रसङ्गे तत्र सप्त शब्दस्य प्रातिपदिकमस्ति सप्तसु विभक्तिषु रूपाणि वदतु सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानां तालव्य नकरण सप्तसु इत्युक्ते अत्र सप्तानाम् इत्यस्मिन् पदे णत्वं नास्ति किमर्थं चेत् तत्र निमित्तमेव नास्ति सप्त इति कथनेन किञ्चित् कस्य ज्ञापकम् आयाति सप्ताहः सप्ताहः सप्तदिन सप्तर्षि सप्तर्षि सप्त सप्तदिनानि इत्युक्ते सप्ताश्वः इत्युक्ते सूर्यः किमर्थं तादृशरीत्या उक्तवन्तः कोऽपि वदतु सप्ताश्वः सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् इति लिखितमस्ति श्लोके किन्तु सप्ताश्वः इत्युक्ते सूर्यस्य अश्वाः सन्ति इति अर्थः वा वदतु अरुणा भगिनी वदतु संस्कृतभाषायां न सप्त रेखा वर्णाः सन्ति श्वेतवर्णे सप्त वर्णाः भवति येल्लो रेड् तदेव सप्तवर्ण इत्युक्ते अत्र रैन्बो पश्यामश्चेत् तत्र श्वेतवर्णे सप्तवर्णाः इन्द्रधनुः सप्ताश्वरथमारूढम् इत्युक्ते तस्मिन् श्वेतवर्णे वर्णाः सन्ति इति सप्तवर्णाः सन्ति इति अर्थः अपि च अत्र सप्तद्वीपाः सप्तलोकाः सन्ति सप्तसमुद्राः वदतु भगिनि किम् इतोपि किमस्ति न अवगतं सप्तधातवः वा नवधातवः अहं न जानामि सप्तसागरः उत्तमं तावदेव इत्युक्ते अत्र समुद्राः इति उक्तमासीत् इति कृत्वा सप्तसमुद्राः अपि च अत्र धन्यवादः भगिनी अधुना अरविन्द महोदय अत्र अष्ट इति पदं स्वीकृत्य वदतु अष्ट प्रातिपदिकं किं वदतु अष्टन् अष्टन् भवति वा अष्टन् नकारान्तप्रातिपदिकं नकारान्त पञ्चन् तदेव न तथैव अत्र सप्तसु विभक्तिषु रूपाणि एकवारं स्मारयतु अष्टशब्दस्य रूपाणि अष्ट अष्ट अष्टभिः अष्टभ्यः अष्टभ्यः अष्टानाम् अष्टसु इत्युक्ते अष्टन् अष्टशब्दस्य प्रसङ्गे किञ्चित् वैशिष्ट्यम् अस्ति. वैशिष्ट्यम् इत्युक्ते अत्र एकरीत्या वदामश्चेत् अष्ट अष्ट इति भवति, किन्तु तत्र द्वैविध्यम् अस्ति. द्वैविध्यम् इत्युक्ते अत्र अन्यप्रकारेण अपि अष्टशब्दस्य रूपाणि वक्तुं शक्नुमः. तत्र द्वितीयरीत्या रूपाणि वदतु. अष्टौ इति वा? सप्तरूपाणि वदतु भगिनि एकवारम्. अष्टौ योजयित्वा वदतु. औक्रान्तपदं न जानामि. अष्ट नो अष्टौ अष्टौ अष्टभिः प्रथमद्वितीया एव भिन्नः भवति. अष्टाभिः तृतीया विभक् अतः सप्तमी विभक्तिपर्यन्तम् अष्टशब्द अष्टौ शब्द समान एव दीर्घटा. अत्र गीताञ्जलि भगिनी एकवारं चिन्ता मास्तु भगिनि, अत्र गीताञ्जलि भगिनी वदतु एकवारम् अष्टशब्दस्य रूपाणि भिन्नरीत्या इत्युक्ते अष्टौ इति रूपमपि अस्ति, तत् स्वीकृत्य वदतु. अष्टौ अष्टौ अष्टाभिः अष्टाभ्यः अष्टाभ्यः अष्टानाम् अष्टासु. तत्र सर्वत्र दीर्घमस्ति वा? सर्वत्र दीर्घमस्ति, किन्तु प्रथमरू अष्ट अष्ट अस्ति चेत् तु अष्टभिः अष्टभ्यः अष्टभ्यः इति. ते अपि अष्टसु, ते सर्वे ह्रस्व सन्ति. तृतीयचतुर्थी पञ्चमी सप्तमी ह्रस्व अस्ति. यदि अष्ट स्वीकृत्य अष्टौ स्वीकृत्य तु सर्वे दीर्घ अस्ति भगिनि. उत्तमम्. इत्युक्ते अत्र तृतीयात् अष्टौ अष्टौ अष्टाभिः अष्टाभ्यः अष्टाभ्यः अष्टानाम् अष्टासु इति रूपाणि अपि सन्ति अष्टशब्दस्य रूपाणि. उत्तमम्. अनन्तरम् अत्र भगिनि वदतु. भगिनि अत्र अहं पश्यामि शिक्षा पुस्तके अस्ति सप्त सप्तै सप्तचिरञ्जीवः सन्ति, सप्त मोक्षदायकाः, सप्त मातरः अपि अस्ति. सप्त ऋषयः सप्त मातृकाः मातृकाः. अष्टशब्दस्य प्रसङ्गे किञ्चित् वदन्तु कोऽपि. अष्टाङ्गयोग अष्टसिद्धिः अष्टौ प्रहर अष्टौ प्रहर इत्युक्ते भगिनि वदतु. अष्टौ प्रहर प्रहराः दिनस्य अष्टौ प्रहराः सन्ति. अष्टप्रहराः भगिनि मम एकः प्रश्नः. संख्याशब्दानाम् अत्र पठितमः वयं, किन्तु एते शब्दाः सुबन्धावलिभिः अस्ति वा? एका एकौ एके सुबन्तानि एव वदतु. सुबन्धावली दृश्यते चेत् एकः एकौ एके एकाः इति त्रीणि रूपाणि दत्तमस्ति. प्रथम एकवचनं द्विवचनं त्रि बहुवचनम् इत्युक्ते तत्र एकः नियमः अस्ति. इत्युक्ते तत्र संख्याम् अतिरिच्य इत्युक्ते संख्यां संख्या इति अर्थः नास्ति चेत् तत्र द्विवचने बहुवचने अपि तत्र पदं भवितुमर्हति. यथा सर्वशब्दवत् रूपाणि भवन्ति इति मया पठितम्. एकः एकौ एके इत्यादीनि रूपाणि सप्तसु विभक्तिषु भवितुमर्हन्ति. सर्वशब्दवत् रूपाणि भवन्ति संख्याम् अतिरिच्य अन्येषु अर्थेषु. यद्यपि एकः इति निश्चय एकवचनान्तशब्दः अस्ति, किन्तु अन्यत् अर्थम् अपि प्राप्ति वा? इत्युक्ते संख्या इत्यस्य अर्थे नास्ति चेत् तत्र एकः एकौ एके इति रूपाणि साधारणतया सर्वशब्दस्य रूपाणि तथा एव भवन्ति. कथं प्रयोगं करणीयम्? एकौ किम् अस्ति, एकाः किम् विशेषणापि एकः इस् एक एकः बालकः वि डोण्ट् से एकौ बालकौ एकाः जनाः वि डोण्ट् से सर्वे जनाः वि से नो So that's why only one rupam is given. Only ekavachana rupam eva given. I know. Ekau bahuvachana api asti idani mahodaya uktam kila mahodayena. So I was wondering. Akaranda tri akaranda trilingam dvitiya shabdam dittamasti dvitiya dvitiye dvitiyaha द्वितीयां द्वितीये द्वितीया महोदय अत्र तत्र प्रथमा द्वितीया इति कथनेन तत्र भिन्नं रूपम् इत्युक्ते पूरणप्रत्ययान्ताः इति वदामः इत्युक्ते तत्र एकम् इति साधारणं सङ्ख्यापदं किन्तु प्रथमा प्रथमं प्रथमः तानि पदानि भिन्नानि इत्युक्ते पूर्णप्रत्ययान्ताः इति वदामः किन्तु अत्र अस्माकं प्रश्नः अस्ति सर्वशब्दवत् रूपाणि कथं भवन्ति पूर्वमपि अयं प्रश्नः आगतः सर्वशब्दः सर्व इति कथनेन सर्वे जनाः इति अर्थः आयाति किन्तु कथम् एकवचने वक्तुं शक्नुमः सर्वः इति इस् इट् ग्रूप्स् आफ् वन् भगिनि लैक् यु वाण्ट् टु से ग्रूप्स् आफ् टु ग्रूप्स् आफ् वन् तत् तत् प्रयोजने उपयोगं कर्तुं शक्नुमः वा भिन्न भिन्न गण एकैक तत् बहु गणाः सन्ति एकैक बालकाः एकैक गण तथैव इत्युक्ते समूहरूपेण वक्तुमिच्छामश्चेत् तथा लेखितुं शक्नुमः इति भाति इन् इङ्ग्लिश् आल्सो people we generally use as bahuvachana only people of India means many many people but when we say peoples of various countries it is used like that peoples no, there's no peoples there's only people I know but when we want to say people of various countries no then something like that is used But that's inappropriate, I feel. People should never be used. Grammatically, it's wrong. It's wrong, yeah. People, no. It's a group. Group kattum ek-eka asti vatat. Maybe. Unless it is with an apostrophe. If it is with an apostrophe, then you can use it. No. Kindly, check. That I have heard. Vadatu, Mahode. Dvitiya. यत् भगिनी भगिनी उक्तवती तदहं जानामि तत्र द्वितीयमस्ति द्वय नपुंसकते द्वयं द्वे द्वयानि एपि तत्रापि एक कोष्टकं दृश्यते तत्र द्वितीये तृतीय द्वयेन द्वयाभ्यां द्वै इत्युक्ते तत्र तत्पदं भिन्नं पदं पुनः तत्र द्वयं त्रयं चतुष्टयं पञ्चकं सप्तकम् अष्टकम् एतानि पदानि भिन्नानि किन्तु तत्र भिन्नप्रत्ययः अस्ति तेषु पदेषु अन्ते प्रथमा द्वितीया तादृशानि पदानि भिन्नानि द्वयं त्रयं चतुष्टयं तानि पदानि भिन्नानि तत्र द्वयम् इति तृतीया द्वया द्वाभ्यां द्वाभि द्वाभिः द्वाये द्वाभ्यां द्वाभ्यः द्वाया द्वाभ्यां द्वाभ्यः द्वाया द्वायौ द्वाया द्वानां द्वयां द्वयो द्वासु इति रूपाणि Then one team consists of two, two teams of two, three teams of two, like that perhaps. Aam bhagini. Sarva shabda ha sadharanate eva asmakam chintanam kadham bhavati. Sarva shabda ha yachukte bahavaha bahuni iti asmin arthe eva bhavati iti. Tatra sarva shabda ha kadham eka vachane bhavati. Sarva ha sarvau, sarve, adhava. सर्वा सर्वे सर्वाः तथा कथं भवति द्विवचने कथं भवति इति तत्र केचन नियमाः सन्ति, कक्षायाः अनन्तरं किञ्चित् प्रेषयामि. अनन्तरम् अत्र नवशब्दस्य प्रसङ्गे ज्ञातव्यं, भूमा भगिनी एकवारं वदतु अत्र नवशब्दस्य प्रसङ्गे किं जानाति किञ्चित् वदतु. अस्तु भगिनि, नवग्रहः. नवशब्दस्य प्रातिपदिकं नवशब्दस्य रूपाणि वदतु एकवारं सप्तसु विभक्तिषु. वन् मिनिट् पुस्तकं नवशब्द नव नव नव नवभिः नवभ्यः वा नवभ्यः नवभ्यः नवानां नव नव नवासु वा नवसु नवसु नवसु अष्टसु अष्टसु नवसु नवसु त्रिषु लिङ्गेषु रूपाणि समानानि सन्ति. अपि च अत्र दश दश इत्यपि तथा एव. दशशब्दस्य रूपाणि एकवारं वदतु. दश दश दशभिः दशभ्यः दशभ्यः दशानां दशसु. उत्तमं. दश इति कथनेन किं ज्ञाप्यते? दशावतार. अत्र लता भगिनी किम् उक्तवती? दशति दशति इति दशति इत्युक्ते तत्र धातुः अस्ति दंश दंश धातुः, किन्तु तत्र दंश संज स्वजां शपि इति एकं सूत्रमस्ति, तेन सूत्रेण दशति दशति इत्युक्ते भगिनी वदतु, लता भगिनी वदतु. दशति दंशनं वृश्चिकदंशनं सर्पस्यापि फेमस् नारसिंह भगवान् उत्तमम् इत्युक्ते अत्र वृश्चिकदंशनं दंशनम् इति ल्युडन्तपदमस्ति, किन्तु तत्र ल्युट् प्रत्यये परे तादृशं कार्यं न भवति. तत्र दंश धातो दंश धातोः प्रसङ्गे तत्र नकारस्य लोपः शपि परे एव भवति, इत्युक्ते तत्र दशति इति लट्लकार सार्वधातुकल्लकारे एव तादृशं कार्यं भवति, किन्तु ल्युट् प्रत्यये परे यथावत् तिष्ठति नकारः इति कृत्वा दंशनम् दंशनम् इति लुडन्तपदं, किन्तु दशति इति लट्लकाररूपम्. अपि च अत्र दशशब्दस्य प्रसङ्गे अत्र रावणमस्तकानि दशाननः दश आननानि दश दिशाः दश दिशाः दश अङ्गुलिकः दशदानानि दश अङ्गुल्यः अङ्गुली तत्र अङ्गुलीपदस्य प्रसङ्गे ईकारान्तरूपमपि अस्ति, अङ्गुली अस्ति, अङ्गुलिः इति अपि अस्ति, ह्रस्व ईकारान्तरूपमपि अस्ति. अपि च वदतु दशकं दशकं दशकं भगिनि भगिनि दश अङ्गुल्यः अस्ति चेत् दशाङ्गुल्यः भवति न दीर्घायाति न तत्र. अपि च अत्र विंशति पर्यन्तम् अत्र वैशिष्ट्यं किमपि अस्ति वा अत्र एकवारं पश्येम. अत्र अष्टादश इति लिखितमस्ति, अष्टादश अष्टात्रिंशत् अष्टाविंशतिः अष्टादश अष्टात्रिंशत् चतुर्विंशति अष्टविंशति एव अष्टविंशति. तस्मिन् प्रसङ्गे किञ्चित् वदामि भगिनि, अत्र अष्टादश इति एकं पदम् अष्टाविंशतिः अष्टात्रिंशत् एतेषु त्रिषु स्थलेषु नित्यरूपेण आत्वं भवति. तदर्थम् एकं सूत्रमस्ति, द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीहि असीत्योः. तत्र सूत्रे किमुक्तमस्ति इत्युक्ते, तत्र नित्यरूपेण आकारादेशः भवति, आत्वं भवति, अनेन सूत्रेण नित्यरूपेण भवति एतेषु त्रिषु स्थलेषु. किन्तु किञ्चित् म्यूट् करोमि, ध्वनिः अस्ति. त्रिषु स्थलेषु नित्यरूपेण विशिष्टसूत्रेण आत्वं भवति. अन्येषु स्थलेषु इत्युक्ते द्विचत्वारिंशत्, द्विषष्टिः, द्विनवतिः, द्विसप्ततिः, द्विपञ्चाशत्, पुनः वदामि, द्विचत्वारिंशत्, द्विपञ्चाशत्, द्विषष्टिः, द्विसप्ततिः, द्विनवतिः इत्येषु स्थलेषु विकल्पेन अन्यत् रूपमपि अस्ति. विकल्पेन तत् रूपं किम् इत्युक्ते, द्विचत्वारिंशत्, द्वाचत्वारिंशत्, द्विपञ्चाशत्, द्वापञ्चाशत्, द्विषष्टिः, द्वाषष्टिः, द्विसप्ततिः, द्वासप्ततिः, द्विनवतिः, द्वानवतिः. तेषु स्थलेषु विकल्पेन अन्यत् रूपमस्ति. तदर्थमपि सूत्रमस्ति, विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम्. विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम्, तत्र विभाषा इति कथनेन तत्र विकल्पेन रूपद्वयमस्ति इति अर्थः इति तत्र एकः विषयः. तदनन्तरम् इतोपि किमस्ति, अविंशति आरभ्य शतं पर्यन्तं रूपाणि कथं भवन्ति इति एकवारं पश्यामश्चेत्, अत्र विंशतिः, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टिः, सप्ततिः, अशीतिः, नवतिः एतानि पदानि स्त्रीलिङ्गपदानि. स्त्रीलिङ्गपदानि अत्र कोऽपि वदति वा, विंशतिः इति पदस्य प्रसङ्गे अत्र पमेला भगिनी भवती वदतु. विंशतिः नित्य एकवचने एव भवति इति अहं तदैव जानामि भगिनि. विंशति इकारान्तशब्दः, इकारान्त इकारान्तस्त्रीलिङ्गशब्दः, यथा मतिः शब्दवत्, ओमतिः शब्दवत्. विंशतिः, षष्टिः, सप्ततिः, अशीतिः, नवतिः एतानि पदानि ह्रस्व इकारान्तपदानि, स्त्रीलिङ्गपदानि. ह्रस्व इकारान्तपदानि भवन्ति चेत् मतिशब्दवत् तस्य रूपाणि भवन्ति. विंशतिः, विंशतिं, विंशत्या, विंशत्यै, विंशत्या, विंशत्या, विंशत्याम् अपि तु षष्टि, षष्टि पञ्चमी, षष्टि विंशत्याः, विंशत्याः सप्तमी, विंशत्यां. तत् अन्यत् रूपमपि भवितुम् अर्हति वा, यथा मति अपि द्विरूप भवति खलु, द्वे रूप. किन्तु भगिनी सर्वदा तु बहुवचन न न ऐ थिङ्क् मम किं भ्रमा जाता, ऐ थिङ्क् इट् वास् नाट् विंशति, क्षम्यताम्. गीताञ्जलि भगिनी वदतु. अहमिति मन्ये भगिनी, यदि विंशतिः तु सर्वदा बहुवचनं रूपमेव स्वीकरोति न भगिनी? स्त्रीलिङ्गपदं ह्रस्व इकारान्तपदं सत्यं, किन्तु रूपाणि तु सर्वदा बहुवचनानि रूपाणि एव सन्ति न भगिनी? विंशतिः इकारान्त, ह्रस्व इकारान्त इत्युक्ते मति वतिवत्, किन्तु विंशतयः, विंशतिः इति, विंशतिः, विंशतिभिः, विंशतिभ्यः, विंशतिभ्यः, विंशतीनां, विंशतिषु इति भवितुम् अर्हति न भगिनी? सूर्यकुमारी भगिनी वदतु. विंशतिः स्त्रीलिङ्गपदं नित्यम् एकवचनमेव इत्युक्ते, अत्र विंशतिः इति प्रसङ्गे सप्तसु विभक्तिषु रूपाणि भवन्ति, स्त्रीलिङ्गपदमस्ति इति कृत्वा, किन्तु बहुवचने विंशतिः जनाः एव, बहुवचनरूपं नास्ति इति भाति. शतं, सहस्रम्, एकवचने एव तस्मिन् चिन्तयामः. अत्र इतोपि किं लिखि किं ज्ञातव्यम् इत्युक्ते, अत्र यथा मया पूर्वम् उक्तं, विंशतिः, षष्टिः, अशीतिः इत्यादीनि पदानि इकारान्तस्त्रीलिङ्गपदानि, किन्तु त्रिंशत्, चत्वारिंशत्, पञ्चाशत् एतानि त्रीणि पदानि स्त्रीलिङ्गपदानि, किन्तु हलन्तपदानि इत्युक्ते तकारान्तपदानि, तस्य रूपाणि सरित् शब्दवत् भवन्ति. सरित्, सरितौ, सरितः इत्यादीनि रूपाणि भवन्ति तत्र. त्रिंशत्, चत्वारिंशत्, पञ्चाशत् तादृशानि रूपाणि भवन्ति. अपि च अन्तिमं पदमस्ति अत्र शतं. भगिनी तत्र एकं वदामि वा विंशति इत्यस्य कृते? शब्दमञ्जरी पुस्तके पश्यन्ती अस्मि, तत्र त्रिंशत्, चत्वारिंशत्, पञ्चाशत् एते त्रयः तकारान्तः, अनन्तरम् अन्य एकारान्तः इति विशेषः. एतेषां द्विधा प्रयोगः सम्भवति, विशेषणतया विशेषतया च. विशेषणतया प्रयोगे एकवचने एव, एकवचनम् एव, यथा विंशतिः कुमाराः इत्यादि. विशेषतया प्रयोगे तु द्विवचन बहुवचने अपि स्तः, यथा रूप्यकाणां द्वे विंशति, गवां तिस्रः विंशतयः इत्यादि इति दत्तम्. इत्युक्ते अत्र विशेषणरूपेण प्रयुज्यते चेत् अत्र इतोपि शतं प्रसङ्गे ज्ञास्यामः. अत्र शतम् इति सर्वदा एकवचने नपुंसकलिङ्गे एव भवति, शतं जनाः इति वदामः. अत्र विशेषणरूपेण प्रयुज्महे चेत् तत्र शतं जनाः इति रूपं भवति, अथवा शतं ग्रन्थाः, शतं पुरुषाः इत्यादि रूपाणि भवन्ति. तथा एव सहस्रं पुस्तकानि, लक्षमपि अत्र नपुंसकलिङ्गपदमेव. शतं, सहस्रम्, अयुतं, लक्षं नपुंसकलिङ्गपदानि. किन्तु कोटि, कोटि इति कीदृशं पदं भगिनी वदतु? शोभा भगिनी वदतु. कोटि न जानामि भगिनी, कोटि. लता भगिनी वदतु. इकारान्त स्त्रीलिङ्ग. उत्तमम्. इकारान्त, ह्रस्व इकारान्त स्त्रीलिङ्गपदं कोटि. अपि च अत्र अन्यः विषयः एकः अस्ति तस्मिन् प्रसङ्गे. अयुतम् इति भवती उक्तवती, अयुतम् इत्युक्ते? अयुतं 10,000 इति भाति. तदपि एकवचने एव भगिनि? एकवचनं नपुंसकलिङ्गे. कोटि अपि? कोटि इति एकवचने अत्र स्त्रीलिङ्गपदमस्ति. तस्य रूपाणि द्रष्टव्यं. कोटयः इति, कोटयः इति भवति वा? त्रिंशत्, चत्वारिंशत् अपि, पञ्चाशत् अपि स्त्रीलिङ्ग हलन्तपदानि सन्ति. ते सर्वदा अपि बहुवचनानि अस्ति सन्ति वा एकवचनानि रूपाणि सन्ति? तेषां सर्वाणां तत्र यदा अहं पठितवती, तत्र चत्वारिंशत्, त्रिंशत्, पञ्चाशत् तेषामपि इन्क्लूडेड् आसीत् भगिनि. तत्र नियमः तु विशेषणम् अस्ति चेत् एकवचने एव, विशेष्यं भवति चेत् बहुवचने, द्विवचने अपि भवति इति. सर्वदा तथा दत्तमस्ति भगिनि शब्दमञ्जरी पुस्तके. अस्तु, धन्यवादः. यथा विंशतिः कुमाराः, अपि च बहुवचने प्रयोगं कुर्मः चेत् गवां तिस्रः विंशतयः इति गवां गवाम् इति षष्टि बहुवचनरूपं गवां तिस्रः विंशतयः इति कम्पेर्ड् वित् विंशतिः कुमाराः तत्र विशेषणं भवति द्वितीयवाक्ये विशेष्यं भवति इति कृत्वा बहुवचने उत्तमम् अपि च अत्र द्व्यशीतिः इति एकं पदम् अस्ति तत्र तत्र द्व्यशीतिः इत्यस्मिन् द्वि इति पदम् इकारान्तपदम् इति वयं दृष्टवन्तः द्वियोगः अशीतिः द्व्यशीतिः तत्र यण् सन्धिः भवति अपि च अत्र अष्टचत्वारिंशत् अथवा अष्टाचत्वारिंशत् रूपद्वयमस्ति अष्टसप्ततिः अष्टासप्ततिः अष्टपञ्चाशत् अष्टापञ्चाशत् अष्टनवतिः अष्टानवतिः तथा अष्टषष्टिः अष्टाषष्टिः इति रूपाणि भवन्ति किन्तु अत्र तत्र अष्टाशीतिः इत्यस्मिन् दीर्घत्वम् आत्वं नास्ति केवलं सवर्णदीर्घसन्धिः भवति अष्टयोगः अशीतिः अष्टाशीतिः नवाशीतिः तत्र सवर्णदीर्घसन्धिः भवति अपि च अत्र एकं पदमस्ति त्र्यशीतिः इति पदमस्ति त्र्यशीतिः इत्यस्मिन् एकं विशिष्टं सूत्रमस्ति त्रयस्त्रयः इति सूत्रेण तत्र त्रिस्थाने त्रयस् आदेशः भवति तत्र त्रयस् आदेशः कुत्रचित् त्रयस् आदेशः नित्यरूपेण भवति कुत्रचित् विकल्पेन भवति कुत्र नित्यरूपेण भवति त्रयसादेशः इत्युक्ते त्रयोदश त्रयोविंशतिः त्रयस्त्रिंशत् एतेषु स्थलेषु नित्यरूपेण त्रयसादेशः भवति तदर्थं सूत्रमस्ति त्रयस्त्रयः इति सूत्रं कुत्रचित् विकल्पेन त्रयसादेशः भवति कुत्र त्रिचत्वारिंशत् त्रयश्चत्वारिंशत् तत्र विकल्पेन त्रयसादेशः भवति केवलम् अस्मिन् पुटे किं दत्तमस्ति त्रिचत्वारिंशत् इति लिखितमस्ति तस्मिन् स्थाने अन्यत् रूपमपि अस्ति त्रयश्चत्वारिंशत् त्रिपञ्चाशत् इति एकं रूपम् अन्यत् रूपं त्रयः पञ्चाशत् त्रिषष्टिः त्रयःषष्टिः इति कुत्रचित् रूपद्वयमपि अस्ति किन्तु अस्मिन् पुटे न दत्तमस्ति त्रिसप्ततिः त्रयस्सप्ततिः तेषु स्थलेषु त्रयसादेशः विकल्पेन भवति त्रिशब्दस्य स्थाने नित्यरूपेण इत्युक्ते सर्वदा एकमेव रूपं सिद्ध्यति विकल्पेन आदेशः भवति चेत् तत्र रूपद्वयं सिद्ध्यति अन्यः विषयः एकः अस्ति नवदश इति पदस्य प्रसङ्गे चत्वारि रूपाणि वक्तुं शक्नुमः शोभा भगिनी भवती स्मारयतु किञ्चित् जानाति चेत् तत्र नवदश प्रसङ्गे अन्यानि पदानि सन्ति वदतु नवदशप्रसङ्गे वा भगिनी एकोनविंशतिः वा दर्शना भगिनी एकवारं वदतु एकोनविंशतिः तर्हि कोऽपि उक्तवती खलु कापि वदतु अहं न जानामि अन्यत् रूपाणि चिन्ता नवदश न जानामि तावदेव इत्युक्ते अत्र नवदश चिन्ता मास्तु भगिनि नवदश इत्यस्य प्रसङ्गे चत्वारि रूपाणि वक्तुं शक्नुमः एकोनविंशतिः एकान्नविंशतिः ऊनविंशतिः एकाद्नविंशतिः चत्वारि रूपाणि अपि भवितुमर्हन्ति तदर्थमपि सूत्राणि सन्ति एकादिश्चैकस्य चादुक् तेन सूत्रेण आदुक् आदेशः इति कृत्वा एकान्नविंशतिः एकान्नविंशतिः इति कथनेन तत्र अनुनासिकसन्धिः भवति प्रथमतया जस्त्वं भूत्वा तदनन्तरम् अनुनासिकसन्धिः भवति तत्र तदर्थमेव एकान्नविंशतिः एकाद्न विंशतिः, एकोनविंशतिः, ऊनविंशतिः इति चत्वारि पदानि अपि तस्य स्थाने उपयुज्य वक्तुं शक्नुमः. अपि च अत्र अन्ये केचन विशेषाः सन्ति, पूर्णप्रत्ययान्ताः सन्ति, अपि च द्वयं त्रयं चतुष्टयम् इत्यादीनि पदानि कथं सिद्ध्यन्ति इति अपि ज्ञातव्यम्. अत्र सङ्ख्यानां प्रसङ्गे एकं प्रकरणमेव अस्ति, बहूनि सूत्राणि अपि च बहवः विषयाः सन्ति. अद्य वयं समीचीनतया चिन्तनं कृतवन्तः. अत्र अभ्यासद्वयं दत्तमस्ति, तत् अभ्यासद्वयं गृहपाठरूपेण कुर्वन्तु. अधुना अत्र स्थगयाम. सर्वेषां धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.